पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 60 कृकल उवाच कथं मे जायते सिद्धिः कथं पितृविमोचनं यदन्मे विस्तरेणापि धर्मराज वदाधुना धर्म उवाच गच्छगेहं महाभागत्वां विना दुःखमाचरद सम्बोधयत्वं सुकलां स्वपत्नीं धर्मचारिणीं श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु स्मृत्वा पुण्यानि तीर्थानि यजस्वत्वं सुरोत्तमान् तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति भार्यां विना तु यो लोके धर्मं साधितुमिच्छति स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनं विफलो जायते लोके तं न मन्यन्ति देवताः यज्ञासिद्धिं तदा यान्ति यदा स्याद्गृहिणी गृहे एकाकी स समर्थो न धर्मार्थसाधनाय च विष्णुरुवाच एवमुक्त्वा चदं वैश्यं गदो धर्मो यथा गदं कृकलोऽपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रतां सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् तया समागतं दृष्ट्वा भर्तारं धर्मकोविदं कृतं सुमङ्गलं पुण्यं भर्तुरागमने तदा समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितं समाकर्ण्य महाभाग भर्तुर्वाक्यं मुदावहम् धर्मवाक्यं प्रशस्याध अनुमेने चदं तथा विष्णुरुवाच अधोस कृकलो वैश्यस्तया सार्धं सुपुण्यकं चकारश्रद्धया श्राद्धं देवता गृहसंस्थितः पितरो देवगन्धर्वा विमानैश्च समागताः तुष्टुभुस्तौ महात्मानौ दम्पती मुनयस्तथा अहं चापि तथा ब्रह्म देव्यायुक्तो महेश्वरः सर्वे देवास्स गन्धर्वा विमानैश्च समागताः अहमेव ततो ब्रह्म देव्यायुक्तो महेश्वरः सर्वे देवाः स गन्धर्वास्तस्या सत्येन तोषिताः ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपण्डितौ भार्यया सह भद्रं ते वरं वरय सुव्रता कृकल उवाच कस्य पुण्यप्रसङ्गेन तपसश्च सुरोत्तमाः स भार्याय वरं दातुं भवन्तो हि समागताः इन्द्र उवाच एषा सती महाभागा सुकला चारुमङ्गला अस्या सत्येन तृष्ठा स्म दादुकामा वरं तव समासेन तु तत्प्रोक्तं पूर्ववृत्तान्तमेव च तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता सहर्षितः तया सहसधर्मात्मा हर्षव्याकुललोचनः न नाम देवदा सर्वा उवाच च पुनः पुनः यदि तुष्टा महाभागात्रयो देवाः सनातनाः अन्ये च ऋषयः पुण्या कृपां कृत्वा ममोपरि जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् धर्मसत्यरदिश्यान्मे भवतां हि प्रसाददः पश्चाद्धिवैष्णवं लोकं सभार्यश्च पितामहैः गन्तुमिच्छाम्यहं देवा यदि तुष्टामहौजसः देवा ऊचुः एवमस्तु महाभाग सर्वमेव भविष्यति पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते जगुर्गीतं महापुण्यं ललितं सुस्वरं तदः गन्धर्वागीततत्त्वज्ञा न नृतुश्चाप्सरो गणाः ततो देवा स गन्धर्वा स्वं स्वं स्थानं नृपोत्तम वरं दत्त्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् नाञ्जीतीर्थं समाख्यातमन्यत् किञ्चिद्वदामि ते एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमं यशृणोति नरो राजन् सर्वपापैः प्रमुच्यते श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम् सौभाग्येन दुसत्येन पुत्रपौत्रैर्नमुच्यते मोददे धनधान्येन सह भर्त्रा सुखी भवेद् पतिव्रता भवेत् सा च जन्मजन्मनि नान्यथा ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेद् धनधान्यं भवेच्चैव वैश्यगेहेन संशयः धर्मज्ञो जायते राजन् सदा चारसुखी भवेद् शूद्रसुखमवाप्नोति पुत्रपौत्रैः प्रवर्धते विपुला जायते लक्ष्मीर्धनधान्यैरलङ्कृता इति श्री पद्मपुराणे भूमिखण्डे वेनोपाख्याने शुकलाचरित्रे षष्टितमोऽध्यायः ओम्।